पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 107 धर्मदत्त उवाच विलयं यान्ति पापानि तीर्थदानव्रतादिभिः प्रेतदेहस्थितायास्ते तेषु नैवाधिकारिता त्वद्ग्लानि दर्शनादस्माखिन्नं च मम मानसं नैव निर्वृतिमायादि त्वामनुधृत्य दुःखिताम् पातकं च तवात्युग्रं योनित्रयविपाकदं नैवान्यैः क्षीयदे पुण्यैः प्रेतत्वं चादि गर्हितं तस्मादाजन्मजनितं जन्मया कार्तिकव्रतं तत्पुण्यस्यार्धभागेन सद्गतिं त्वमवाप्नुहि कार्तिकव्रतपुण्येन न साम्यं यान्ति सर्वदा यज्ञदानानि तीर्थानि व्रतान्यपि यदो ध्रुवं नारद उवाच इत्युक्त्वा धर्मदत्तोऽसौ यावत्तामभ्यषेचयद तुलसी मिश्रतो येन श्रावयन् द्वादशाक्षरं तावत्प्रेदत्वनिर्मुक्ता ज्वलदग्निशिखोपमा दिव्यवपुर्धरा जाता लावण्याद्भासिदादिशः ततः सा दण्डवद्भूमौ प्रणनामादतं द्विजम् उवाच च तदा वाक्यं हर्षगद्गदभाषिणी कलहोवाच त्वत्प्रसादाद्दिवजश्रेष्ठविमुक्ता निरयादहम् पापाब्धौ मञ्चमानायास्त्वं नो भूतोऽसि मे ध्रुवम् नारद उवाच युद्धं सा वदति विप्रं ददर्शायातमम्बराद विमानं भास्वरं युक्तं विष्णुरूपधरैर्गणैः अधसा तद्विमानाग्र्यद्वास्ताभ्यामधिरोहिता पुण्यशीलसुशीलाभ्यामप्सरो गणसेवितं तद्विमानं तदा पश्यद्धर्मदत्तः सविस्मयः पपाददण्डवद्भूमौ दृष्ट्वा तौ पुण्यरूपिणौ पुण्यशीलसुशीलौ तमुद्धाप्य प्रणदं द्विजम् अभ्यनन्दायतां वाक्यमूचदुर्धर्मशालिनौ गणा ऊचदुः साधु साधु द्विजश्रेष्ठ यस्त्वं विष्णुरतः सदा दीनानुकम्पीधर्मज्ञो विष्णुव्रतपरायणः आजन्म सच्छुभं ह्येदद्यत्वया कार्तिकव्रतं कृतं तस्यार्धदानेन यदस्या पूर्वसञ्चितं जन्मान्तरशदोद्भूतं पापं तद्विलयं गतं हरिजागरणाद्यैश्च विमानमिदमागमद वैकुण्ठभवनं विष्णोः सान्निध्यं च स्वरूपदा ते धन्या कृतकृत्यास्ते तेषां च सफलो भवः यैर्भक्त्याराधितो विष्णुर्धर्मदत्तत्वया यद्धा सम्यगाराधितो विष्णुः किं न यच्छति देहिनाम् औत्तानचरणिर्येन ध्रुवत्वे स्थापितः पुरा यन्नामस्मरणादेव देहिनो यान्ति सद्गतिं ग्राहगृहीतो नागेन्द्रो यन्नामस्मरणात् पुरा विमुक्तसन्निधिं प्राप्तो जादो यो जयसंज्ञकः अधस्त्वयार्चितो विष्णुः स्वसान्निध्यं प्रदास्यति बहून्यब्दसहस्राणि भार्याद्वययुधस्यते तदः पुण्यक्षये जाते यदा यास्यसि भूतले सूर्यवंशोद्भवो राजा विख्यातस्त्वं भविष्यसि नाम्ना दशरथस्तत्र भार्याद्वययुधः पुनः तृतीयं यानया चापि यादे पुण्यार्थभागिनी तत्रापि तव सान्निध्यं विष्णुर्यास्यदि भूतले आत्मानं तव पुत्रत्वे प्रकल्प्यामरकार्यकृत तवा जन्मव्रतादस्माद्विष्णुः सन्तुष्टिकारकाद न यज्ञा न च दानानि न तीर्थान्यधिकानि ते धन्योऽसि विप्रप्रयदस्त्वयै तद्व्रतं कृतं तुष्टिकरं जगद्गुरोः यदार्थभागाच्च फलान्मुरारेः प्रणीयदेस्माभिरियं सलोकदाम् इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामसंवादे कलहोपाख्यानो नाम सप्ताधिकशततमोऽध्यायः ॐ